पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 36 नारद उवाच कीदृशी स्यान्महादेवपक्षवर्धनिःसंज्ञका यया वै कृतया जन्तुर्महापापात् प्रमुच्यते श्रीमहादेव उवाच अमा वा यदि वा पूर्णा सम्पूर्णा जायते तदा भूत्वा वै नाडिका षष्ठिर्जायते प्रतिपद्दिने अश्वमेधायुतैस्तुल्या सा भवेत् पक्षवर्धिनी नारद उवाच पूजाविधिं तु पृच्छामि साम्प्रतं देवसत्तम यत्कृते तु महादेव महाफलमवाप्नुयात् महादेव उवाच पूजाविधिं प्रवक्ष्यामि साम्प्रतं द्विजनं धन पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः अव्रणं जलपूर्णं च कुम्भं चन्दनचर्चितं पञ्चरत्नसमायुक्तं पुष्पमालाभिवेष्टितं स्थाप्यं ताम्रमयं पात्रं सगोधूमं पडोपरि सौवर्णं कारयेद्देवं माससंज्ञाभिनामकं पञ्चामृतेन विधिना स्नपनं सुमनोरमं कारयेद्देवदेवेश्यं जगन्नाथं जगत्पदिं विलेपनं तु कर्तव्यं कुङ्कुमागरुचन्दनैः वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतं पूजयेद्देवताधीशं कुम्भपात्रोपरिस्थितं पद्मनाभाय वैपादौ जानुनी विश्वमूर्तये ऊरुवैज्ञानगम्याय कडी दानप्रदाय च उदरं विश्वनाथाय हृदयं श्रीधराय च कण्ठं कौस्तुपकण्ठाय बाहुक्षत्रान्तकारिणे ललाडं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे स्वनाम्ना चैव कमलां सर्वाङ्गीं दिव्यरूपिणीम् एवं विधिवत्सम्पूज्य ततोऽर्कं दापयेत् सुधीः नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः अनेनैर्वार्कदानेन सम्पूर्णं जायते व्रतं संसारार्णवमग्नं मां समुद्धर जगत्पदे त्वमीश सर्वलोकानां त्वं साक्षाच्च जगत्पदिः गृहाणार्थं मया दत्तं पद्मनाभ नमोऽस्तु ते नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः देयानि तु विशेषेण केशवाय सुभक्तितः नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः कृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेद् वस्त्राणि चैव चोष्णीषं कञ्चुकं च प्रदापयेद् दक्षिणां च यथाशक्रिया गुरुवे सम्प्रदापयेत् भोजनं चैव ताम्बूलं दत्त्वा चार्कं प्रदापयेत् स्ववित्तस्यानुमानेन यथाशक्त्यादु निर्धनैः कार्यसम्यक् प्रयत्नेन द्वादशी पक्षवर्धिनी ततो जागरणं कुर्याद्गीतनृत्यसमन्वितं पुराणपाठसहितं हास्याह्लादसमन्वितं स्तुवन्ति जप्रशंसन्ति जागरं चक्रपाणिनः नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु अदो धन्यतमाचेयं कर्तव्या पक्षवर्धिनी कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम् पक्षवर्धनिमाहात्म्यं ये शृण्वन्ति मनीषिणः तैकृतं सत्कृतं सर्वं यावदाभूदसंप्लवम् पञ्चाग्निसाधने पुण्यं यच्च स्यात् तीर्थसाधने तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात् पक्षवर्धनिका पुण्या पवित्रा पापनाशिनी उपवासकृता विप्रकत्या कोटिविनाशिनी वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने ध्रुवेण चाम्बरीषेण कृतेयं विष्णुवल्लभा इयं काशी समा पुण्या इयं वै द्वारका समा उपोषिता जभक्तेन वाञ्छितं च ददात्यसौ इयं धन्या धन्यतमा हत्यायुधविनाशिनी कर्तव्यादु विशेषेण वैष्णवै ज्ञानतत्परैः अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमं यथा च वर्धते चन्द्रसिदे पक्षे विशेषतः तथा वै वर्धते भक्तकारणात् पक्षवर्धिनी सूर्योदये यथा ध्वां तं नश्यते तत्क्षणादपि तथाखं नाशमाप्नोति करणात् पक्षवर्धिनी इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे पक्षवर्धनी एकादशी माहात्म्यं नाम षट्त्रिंशोऽध्यायः ॐ